प्रतिकुम हवामहे कविम कवीना उपमश्रवस्तमम् ज्येष्ठ राजम् ब्रह्मणाम् ब्रह्मणस्पत आरब्धुम् मन्नोतिभिस्सीन साधनम् ॐ महागणपतये नमः ॐ हंस हंसाय विद्महे परम हंसाय धीमहि तन्नो हंस प्रचोदयात् नमो हिरण्यभावे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः ऋतकं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ईशानः सर्वकृत्यानाम् ईश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदा शिवो शिवाय च शिवतराय च निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः चर्वाय नमः चर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वराय नमः ज्वरलिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य सर्वलिङ्ग स्थापयति पाणिमन्त्रम् पवित्रम् सद्योजातम् प्रपद्यामि सद्योजाताय वै नमो नमः भवे भवे नाति भवे भवस्व माम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः बलविकर्णाय नमो बलविकर्णाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रः सन्महो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् जयत् सर्वो येष रुद्रस्तस्मै रुद्राय नमो अस्तु तद्रुद्राय प्रचेतसेमि दुष्टमाय तव्यसे कोचे वशन्तमगुम् हृदये सर्वो येष रुद्रस्तस्मै रुद्राय नमो अस्तु मृतम् गमय यो वेदादौ स्वरः प्रोक्तौ वेद च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः सदाशिवो।